गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। हेत्वाभासः इति भागः प्राप्तः। ह्यः अस्माकं वाट्साप् ग्रूप् मध्ये मया एकं यूट्यूब् लिङ्क् प्रेषितं, तत्र शृङ्गेरी आचार्याणां विषये, महासन्निधानां विषये इदानीन्तनसन्निधानैः उक्तं। तत्र ज्येष्ठशङ्कराचार्यैः एवमुक्तमासीत्, हेत्वाभासः इत्यस्य हेत्वाभासस्य मुख्यत्वस्य विषये किञ्चित् तेन उक्तम् आसीत्। यदि हेत्वाभासः न जानीमः तर्हि अस्माकम् अनुमाने कः दोषः इति न ज्ञातुं शक्यते। अपि च अन्यः यः वदति अनुमानं, तत्रापि दोषः न ज्ञातुं शक्यते इति कृत्वा हेत्वाभासः इति मुख्यविचारः इति उक्तम्। तर्हि तस्मिन् सन्दर्भे एव इदानीं वयं स्मः। हेत्वाभासः, हेत्वाभासः आभासः इत्युक्ते दोषः इति अस्माभिः अधीतम्। हेत्वाभासः इत्युक्ते किम्, हेत्वाभासत्वं कुत्र अस्ति इति चेत् प्रतिबन्धकज्ञाने अस्ति। हेतौ आभासः कल्प्यते येन सह हेत्वाभासः इति अस्माभिः अवगतम्। प्रतिबन्धकज्ञाने हेत्वाभासत्वम् अस्ति। हेतौ आभासं प्रदर्शयति इति हेत्वाभासः, दोषं कल्पयति इति कृत्वा एतस्यापि नाम अस्ति दोषः इति। वास्तविकं दोषं नास्ति एतत्। प्रतिबन्धकज्ञानं तु प्रमात्मकज्ञानमस्ति, निश्चयात्मकज्ञानमस्ति इति उभयमपि अस्माभिः दृष्टम्। तथापि तस्मिन्नेव हेत्वाभासत्वं वर्तते, प्रतिबन्धकज्ञाने हेत्वाभासं वर्तते इति किमर्थं वदेम इति चेत्, हेतौ आभासम् आभासः कल्प्यते इति कृत्वा अनेन। अस्तु, तत्र गते वर्गे प्रतिबन्धकज्ञानलक्षणम् इत्यत्र प्रमात्वे सति निश्चयत्वे सति समान आकारकत्वम् इति अस्माभिः दृष्टम्। यत् प्रतिबन्धकज्ञानमस्ति, अपि च प्रतिबन्धकज्ञानेन यत् प्रतिबद्धज्ञानमस्ति, प्रतिबद्धज्ञानं तु सर्वदा भ्रमात्मकं भवेत्। हेत्वाभासस्थले प्रतिबद्धज्ञानं समीचीनज्ञानं नास्ति, भ्रमज्ञानमेव। तर्हि प्रतिबद्धज्ञानं भ्रमज्ञानमस्ति चेत् प्रतिबन्धकज्ञानं सर्वदा प्रमात्मकम् एव भवेत्। प्रमात्मकज्ञानेन एव अत्र दोषः कल्पयितुं शक्यते, यथा सामान्यव्यवहारे भवति। यदि कोऽपि किमपि भ्रमात्मकं वदति, न न भवान् यद् भवता यदुक्तं तत् समीचीनं नास्ति इति यदि अहं वदामि, तत्र निराकरणं कीदृशज्ञानेन कर्तव्यम् इति चेत् प्रमात्मकज्ञानेन एव कर्तव्यं, नो चेत् निराकरणमेव न भवति। यदि अहमपि भ्रमात्मकं किमपि वदामि तर्हि अत्र निराकरणमेव न भवति, योग्यं नास्ति इति कृत्वा प्रतिबन्धकज्ञानं प्रमात्मकं भवेत् इति एकम्। द्वितीयं, स च ज्ञानं निश्चयात्मकं भवेत्। इत्युक्ते कोऽपि किमपि वदति, तस्य प्रत्युत्तरं, तस्य निराकरणार्थं यदि अहं किमपि वदामि, मयि तस्मिन् विषये निश्चयः भवेत्। यदि ममापि सन्देहः अस्ति तत्र, तर्हि तत्र निराकरणं न कर्तुं शक्यते। मया अन्वेषणं कृत्वा वदामि इति एव मया वक्तव्यं भवति इति कृत्वा प्रतिबन्धकज्ञानं निश्चयात्मकं भवेत् प्रमात्मकमपि भवेत्। तृतीयमस्ति समान आकारकत्वम्। समान आकारकत्वं नाम किम् इति चेत्, वयं जानीमः प्रत्येकं ज्ञाने न्यूनादिन्यूनं त्रयः विषयाः भवन्ति, एकं तु विशेष्यः, द्वितीयं तु प्रकारः, तृतीयं तु तयोः मध्ये सम्बन्धः। प्रकारविशेष्ययोः मध्ये यः सम्बन्धः अस्ति तस्य नाम अस्ति संसर्गः इति विशेष्यः, प्रकारः, संसर्गः इति त्रयः विषयाः प्रत्येकं ज्ञाने भवत्येव इति आरम्भे एव अस्माभिः अधीतम्। अपि च ज्ञानं विषयतासम्बन्धेन येषु त्रिषु विषयेषु वर्तते, तर्हि विषयम् आधारीकृत्य विषयतासम्बन्धस्यापि नाम परिवर्तते। ज्ञानं विशेष्यतासम्बन्धेन विशेष्ये वर्तते, प्रकारतासम्बन्धेन प्रकारे वर्तते, संसर्गतासम्बन्धेन संसर्गे वर्तते। केवलं पुनःस्मरणार्थम् एतत् सर्वमहं वदामि। अस्तु, तर्हि प्रतिबन्धकज्ञानम् इति एकं ज्ञानं, प्रतिबद्ध्यज्ञानम् इति द्वितीयं ज्ञानम्। उभयोः ज्ञानयोः तत्र विशेष्यं भवत्येव। किमर्थम्? उभयमपि ज्ञानम्। ज्ञानमस्ति चेत् तत्र विशेष्यः भवत्येव इति कृत्वा प्रतिबन्धकज्ञानं प्रतिबद्ध्यज्ञानम् उभयोः विशेष्यं भवत्येव। समानाकारकत्वं नाम किम् इति चेत् समानविशेष्यत्वम् इत्युक्ते प्रतिबद्ध्यज्ञाने यद्विशेष्यम् अस्ति तदेव प्रतिबन्धकज्ञाने अपि विशेष्यं भवेत् इति नियमः। यदि विशेष्यं प्रतिबद्ध्यज्ञाने विशेष्यम् अन्यदस्ति, प्रतिबन्धकज्ञाने विशेष्यम् अन्यदस्ति, तर्हि प्रतिबन्धकज्ञानं यत् यदि यत् प्रतिबन्धकज्ञानम् इति अस्माभिः स्वीक्रियते तेन प्रतिबद्ध्यज्ञानस्य प्रतिबन्धनं न कर्तुं शक्यते इति कृत्वा समानविशेष्यत्वम् आवश्यकम्। तयोः मध्ये प्रतिबद्ध्य प्रतिबन्धज्ञानतयो ज्ञानयोः मध्ये समानविशेष्यं भवेत् इति एकम्। द्वितीयं, तर्हि इतः अहं वदन्नस्मि, समान आकारकत्वं नाम समानविशेष्यत्वे सति अत्र A9 इति सेल् अस्ति, तत्र प्रतिबन्धकज्ञानस्य लक्षणम् इति मया लिखितं, ततः पठन्नस्मि। समानाकारकत्वं नाम समानविशेष्यत्वे सति द्वितीयं, समानविशेष्यत्व अवच्छेदकत्वे सति। तर्हि विशेष्यम् अस्ति, इदानीं घटः, अयं घटः इति ज्ञानं स्वीकुर्मः, घटः इति विशेष्यं, घटत्वम् इति प्रकारकं, प्रकारः, तयोः मध्ये समवायसम्बन्धः संसर्गः इति वयं जानीमः। अस्तु, घटः इति विशेष्ये के सन्ति येन घटः अवच्छिद्यते इति चेत्, घटे घटत्वमस्ति, तर्हि घटत्वेन घटः अवच्छिद्यते इति एकम्। केवलं घटत्वं नास्ति, द्रव्यत्वमपि अस्ति, तर्हि द्रव्यत्वेनापि घटः अवच्छिद्यते। तृतीयं, सत्ता अस्ति, सत्ता इति जातिः, पराजातिः अस्ति, तर्हि सत्तया अपि घटः अवच्छिद्यते। अस्तु, समानविशेष्य अवच्छेदकत्वम् इत्युक्ते प्रतिबद्ध्यज्ञाने यद् विशेष्यस्य अवच्छेदकत्वेन स्वीकृतं, तत्र बहवः अवच्छेदकाः भवितुम् अर्हन्ति इति कृत्वा, यथा इदानीं मया निरूपितं, घटे घटत्वम् अस्ति, अपि च द्रव्यत्वमपि अस्ति, सत्ता अपि अस्ति, अन्यद् यत्किमपि अत्र आधेयता इति कल्प्यतधर्माः अपि भवितुम् अर्हन्ति। भवतु, विशेष्ये यद् अवच्छेदकत्वेन स्वीकुर्मः तदेव प्रतिबद्ध्यज्ञाने यद् विशेष्यमस्ति तस्य विशेष्यस्य अवच्छेदकम् यत् स्वीकुर्मः तदेव अवच्छेदकं विशेष प्रतिबन्धकज्ञाने अपि विशेष्यस्य भवेत् इति नियमः. तदा समानविशेष्यत्व अवच्छेदकत्वं समानविशेष्यत्व अवच्छेदकत्वं सत्यं. विशेष्यत्वम् इत्युक्ते विशेष्ये विशेष्यत्वम् अस्ति तस्मिन् स्तरे यत्किमपि अस्ति तेन विशेष्यत्वम् अवच्छिद्यते इति अस्माभिः अधीतं खलु. तर्हि तदाधारीकृत्य एव मया लिखितं समानविशेष्यत्व अवच्छेदकत्वे सति. अस्तु, अस्य प्रतिपादनार्थं यद् मया उक्तम् अत्र किं लिखितमस्ति तद् आधारीकृत्य उक्तं, किन्तु अवगमनार्थम् अहं वदामि. अस्तु, यदि अहं भवन्तं वदामि जलम् आनयतु इति मेहुल् महोदयम् अहं वदामि इति चिन्तयतु, जलम् आनयतु इति, तर्हि तेन जलमेव आनेतव्यम्. यस्मिन् जलत्वम् अस्ति तादृशं किमपि पदार्थः जलम् एव आनेतव्यं तस्य. स च जलं गङ्गाजलं वा नो चेत् अस्माकं कूपे विद्यमानजलं वा शीतजलं वा उष्णजलं वा यत्किमपि भवतु, किन्तु मया किं प्रार्थितं जलम् आनयतु इति. तर्हि जलं यत्किमपि जलम् आनयति चेदपि शीतजलम् आनयति चेदपि जलमेव तेन आनीतम् इति कृत्वा तत्र क्लेशः नास्ति. किन्तु शीतजलम् आनयतु इति यदि अहं प्रार्थयामि तदा उष्णजलम् आनयति चेत् क्लेशः भवति, शीतत्वेन अवच्छिन्नजलम् आनेतव्यम्, शीतविशिष्टजलं तेन आनेतव्यम्. स्वातीनक्षत्रीयवृष्टिजलम् आनयतु, एतत् सर्वम् अस्माभिः पूर्वमेव अधीतम् इति यदि अहं प्रार्थयामि तर्हि स्वातीनक्षत्रीयवृष्टिजलमेव तेन आनेतव्यं, न तु सामान्यजलं गङ्गाजलं वा यत्किमपि नास्ति. अपि च यदि किमपि द्रव्यम् आनयतु इति अहं प्रार्थयामि, द्रव्यम् आनयतु, तर्हि जलमेव आनेतव्यम् इति नास्ति, वह्निमपि आनयितुं शक्यते. वह्नौ अपि द्रव्यत्वम् अस्ति इति कृत्वा, द्रव्यम् इति किमपि वस्तु नास्ति, द्रव्यत्वम् इति कश्चन जाति अस्ति, स च जाति नवसु द्रव्येषु विद्यते इति कृत्वा. अपि च पृथिवीम् आनयतु इति यदि अहं वदामि तर्हि पृथिवी कुत्र कुत्र अस्ति इति, पृथिवीत्वं घटे अस्ति पटे अस्ति इति कृत्वा, तर्हि द्रव्यम् आनयतु इति यदि अहं प्रार्थयामि नवसु द्रव्येषु यद् आनेतुं शक्यते, इत्युक्ते आकाशं न आनेतुं शक्नुमः विभुत्वात् भवतु, किन्तु वह्निः वा घटं वा जलं वा किञ्चित् वायु वा आनेतुं शक्यते. किमर्थम् अत्र केवलं द्रव्यम् आनयतु इति मया प्रार्थितम्. तर्हि अत्र प्रतिबद्धज्ञाने यद्विशेष्यम् अस्ति तद्विशेष्यं केन अवच्छिद्यते तादृश अवच्छेदकः एव प्रतिबन्धकज्ञाने विशेष्ये स्वीकरणीयम्, अन्यत् किमपि नास्ति चेत्. अत्र उदाहरणम् अग्रे पश्येमः, किन्तु केवलम् अत्र स्थूलरीत्या सिद्धान्तः कः इति अहं वदन्नस्मि. अस्तु, तर्हि समानविशेष्यत्वे सति तयोः मध्ये प्रतिबन्ध प्रतिबद्धज्ञानयोः मध्ये समानविशेष्यत्वे सति, समानविशेष्यत्व अवच्छेदकत्वे सति. तृतीयम् अन्तिमं भावाभावप्रकारता अवच्छेदकत्वम् इत्युक्ते एकस्मिन् ज्ञाने यत् प्रकारः अस्ति, उदाहरणं घटत्वं इति स्वीकरोतु। घटे घटत्वमस्ति, तर्हि अयं घटः इत्यस्मिन् ज्ञाने घटः विशेष्यं, घटत्वं प्रकारः, तयोः मध्ये समवायसम्बन्धः विशेषता, तयोः मध्ये सम्बन्धः संसर्गः अस्ति भवतु। तर्हि इदानीं घटत्वम् इति प्रकारः प्रतिबद्धज्ञाने अस्ति चेत् घटत्व अभावः प्रतिबन्धकज्ञाने प्रकाररूपेण भवेत्। अथवा यदि घटत्व अभावः प्रतिबद्धज्ञाने प्रकाररूपेण अस्ति चेत् प्रतिबन्धकज्ञाने घटत्वम् एव प्रकारत्वेन भवेत्। यदि एतत् त्रयमपि प्रकारतावच्छेदकत्वेन भवेत् खलु, प्रकारता अवच्छेदकत्वम् इत्युक्ते प्रकारे प्रकारता अस्ति खलु, भावाभाव इत्युक्ते एकं भावः भवेत् अन्यत्तु अभावः भवेत्। सत्यं सत्यम् इति कृत्वा अस्तु, भावाभावप्रकारता अवच्छेदकत्वम् इत्युक्ते प्रकारे विद्यमान या प्रकारः, सत्यम् इत्युक्ते अभावीयम्, एकस्मिन् अभावीयम् अस्ति अन्यत्तु भावं भावमस्ति इति। आं सत्तु, प्रकारता अवच्छेदक तु समान एव, परन्तु एकस्मिन् ज्ञाने तस्य अभावः अस्ति, अन्यस्य प्रतिबन्धकज्ञाने, अन्यत् ज्ञाने तस्य भावः अस्ति इति। सत्यं, तयोः मध्ये विरोधम् इति वा महोदय? हा, विरोधः, सत्यं, विरोधः इत्युक्ते भावभावः, सत्यम् इति। यथा सन्देहज्ञाने अस्माभिः अधीतं सप्रकारकज्ञानेषु सन्देहज्ञानम् इति कश्चन एकविधज्ञानमस्ति, यत्र एकमेव विशेष्यं किन्तु प्रकारद्वयमस्ति, एकं तु अभावः अन्यस्तु अभावः। इत्युक्ते पर्वते वह्निः अस्ति वा वह्नि अभावः अस्ति वा इति आकारकं ज्ञानमस्ति चेत् तदेव सन्देहः इति वदेम खलु। किन्तु अत्र एकस्मिन् ज्ञाने इति नास्ति, प्रतिबन्धकज्ञाने यत् प्रकारम् अस्ति तस्य अभावः प्रतिबन्धकज्ञाने, प्रतिबद्धज्ञाने यद् प्रकारमस्ति तस्य अभावः प्रतिबन्धकज्ञाने भवेत् इति अवगमनं भवतु। एतत् सर्वमहं स्थूलरीत्या वदन् अस्मि, तदनन्तरं यदा पुस्तकं पठेम एतत् सर्वं मनसि निधाय पठेमश्चेत् समीचीनबोधः जायते। अस्तु, तर्हि समानाकारकत्वं नाम समानविशेष्यत्वे सति, समानविशेष्य अवच्छेदकत्वे सति, भावाभावप्रकारता अवच्छेदकत्वम् इति यत्र अस्ति। तर्हि प्रतिबन्धकज्ञानस्य प्रतिबन्धकज्ञानं कीदृशं भवेत् इति चेत् प्रमा भवेत्, निश्चयात्मिका प्रमा भवेत्, अपि च प्रतिबन्धकप्रतिबद्धज्ञानयोः मध्ये कीदृशसम्बन्धः अस्ति चेत् तत्र समये समानविशेष्यता भवेत्। प्रतिबद्धज्ञाने यद्विशेष्यं तदेव विशेष्यं प्रतिबन्धकज्ञाने भवेत्, प्रतिबद्धज्ञाने यद्विशेष्यता अवच्छेदकं तदेव प्रतिबन्धकज्ञाने अपि विशेषता अवच्छेदकं भवेत्, अपि च प्रकारतायाः प्रकारं प्रतिबद्धज्ञाने यत् प्रकारमस्ति, अत्र किञ्चित् मया चिन्तनीयं यद् मया लिखितं तत् समीचीनं वा न वा इति, अग्रे यदा पठिष्यामः तदा अवश्यमस्ति चेत् परिवर्तयिष्यामः। भावाभावप्रकारता अवच्छेदकत्वम् इति मया लिखितम्, एतत् सर्वं मया एव लिखितं, पुस्तकात् न स्वीकृतं, मम अवगमनम् अनुसृत्य मया लिखितमस्ति भवतु, किन्तु आशयः एवमस्ति। प्रतिबद्धज्ञाने यत् प्रकारम् अस्ति तस्य अभावः प्रतिबन्धकज्ञाने भवेत् इति चेत् तयोः मध्ये इदानीं प्रतिबन्धकप्रतिबद्धसम्बन्धः जातः, तेन सम्बन्धेन प्रतिबन्धकज्ञानं प्रतिबद्धज्ञानं प्रतिबध्नाति इति आगच्छति। अस्तु, तर्हि इदानीं किं कुर्मः, अग्रे गमनात् पूर्वं केवलं पुनस्मारणार्थम् अस्तु, तर्हि वर्षा भगिनी भवती आरब्धं करोतु, बाधः इत्यस्य लक्षणं किम्, अत्र लक्षणम् इति डि इत्यस्मिन् काले मया स्थापितं खलु, तद् एकवारं पठित्वा उदाहरणं स्वीकृत्य अस्य लक्षणस्य प्रतिपादनं करोतु. अत्र भातः इत्यस्य लक्षणमस्ति साध्य अभावत्वम् पक्षे अस्ति इति. अत्र उदाहरणमस्ति वह्निः अनुष्णः द्रव्यत्वात् इति. तद्वाक्यवह्निः अनुष्णः इति अनुष्णः इति साध्यः. अनुष्णः स्य अभावः पक्षे अस्ति इत्युक्ते वह्निः अनुष्णः यदा कदापि न भवति, परन्तु वह्निः उष्णः एव भवति इति कृत्वा अनुष्णस्य अभाववत्त्वं वह्ने अस्ति, अतः साध्यभाववत्त्वं पक्षे अस्ति इति निरूपितम्. तर्हि साध्यम् इति अनुष्णः, अनुष्ण अभावः. अनुष्ण अभावः इत्युक्ते उष्णः खलु. अनुष्ण अभाववत् किम्? अनुष्ण अभाववत् वह्निः. अनुष्ण अभाववत्त्वं कुत्र? वह्ने. वह्नौ. वह्नौ. उत्तमम् इति मनसि संस्थापयन्तु. अस्तु, धन्यवादः भगिनि. अग्रे रमेश् महोदय द्वितीयं करोति वा. असिद्धिः. असिद्धिः तत्र हेतुः पक्षे नास्ति. लक्षणं वदतु प्रथमं. केवलं लक्षणस्य एवं वक्तव्यम्. अत्र हेतुः इत्युक्ते किं? तदनन्तरं हेतु अभाववत्त्वं पक्षे पक्षधर्मत्वं वा पक्षधर्मत्वं हेतौ? न, समीचीनतया पठतु. पक्षधर्मत्वम् इति लिखितं वा? पक्षाधर्मत्वम्. अधर्मत्वं पक्ष अधर्मत्वं. हेतु अभाववत्त्वं पक्षे पक्षधर्मत्वं हेतौ. अत्र उदाहरणमस्ति शब्दः अनित्यः चक्षुत्वात्. चाक्षुषत्वात् अत्र साध्यः अस्ति अनित्यः. किमर्थं साध्यस्य विषये चिन्तनम्? चक्षुर्हेतुभावत्वं पक्षे. तर्हि अत्र हेतुः कः इति वदतु. हेतुः चाक्षुत्वात् अस्ति. चाक्षुषत्वात् हेतुः अस्ति. चाक्षुषत्वं हेतुः. चाक्षुषत्वं हेतुः. तत् हेतु पक्षः शब्दः. शब्दे चाक्षुषत्वं नास्ति. तर्हि एवं वदतु महोदय. हेतुः इति चाक्षुषत्वं. चाक्षुषत्व हेत्वभावः इत्युक्ते चाक्षुषत्वाभावः. चाक्षुषत्व अभाववत् इति शब्दः. चाक्षुषत्व अभाववत्त्वं शब्दे. यथा अत्र लक्षणं निर्मितं तत्र तादृशं योजयित्वा. अस्तु, एवं पक्षाधर्मत्वं हेतौ इति प्रतिपादयतु. पक्षाधर्मत्वं अधर्मत्वं हेतौ. पक्षः शब्दः. पक्षधर्मः शब्दत्वं. पक्षधर्मः न, पक्षधर्मतः अधर्मः. पक्ष अधर्मः. पक्ष अधर्मः. पक्षधर्मः शब्दत्वं. पक्षधर्मः अधर्मः इत्युक्ते यत्किमपि शब्दत्वं विहाय यत्किमपि पक्षधर्मः भवति वा? किं न बुद्धं महोदय? हेतौ इत्युक्ते चक्षुषत्वं. चाक्षुषत्वम् समीचीनतया वक्तव्यं सर्वत्र चाक्षुषत्वं विपरीतरीत्या मा चिन्तयतु केशव अत्र यथा लिखितं तत्र पक्षः कः इदानीम् अहं पृच्छामि उत्तरं वदतु पक्षः कः शब्दः उत्तमं तर्हि शब्दे किं किम् अस्ति शब्दत्वम् अस्ति अस्तु तर्हि शब्दत्वे पक्षधर्मत्वम् अस्ति वा न वा शब्दे पक्षधर्मत्वम् अस्ति उत्तमम् अपि च शब्दे अन्यत् किमपि अस्ति वा शब्दे अन्यत् किमपि न अस्ति न शब्दः इति कीदृशपदार्थः शब्दगुणः अस्ति शब्दे गुणत्वमस्ति वा गुणत्वम् अस्ति तर्हि गुणत्वे पक्षधर्मत्वमस्ति वा गुणत्वे पक्षधर्मत्वम् अस्ति वा अत्र पक्षधर्मत्वम् इत्युक्ते किम् इति चेत् महोदय पक्षे यद्यद् पक्षः इति धर्मी इति स्वे इति चेत् पक्षे बहवः धर्माः भवन्ति खलु तेषु सर्वेषु धर्मेषु धर्मत्वं पक्षधर्मत्वम् अस्ति खलु तर्हि शब्दे शब्दत्वमस्ति इति कृत्वा शब्दत्वे पक्षधर्मत्वमस्ति शब्दे गुणत्वमस्ति इति कृत्वा गुणत्वे पक्षधर्मत्वमस्ति तर्हि इदानीं प्रश्नः शब्दे चाक्षुषत्वमस्ति वा नास्ति हा तर्हि चाक्षुषत्वे पक्षधर्मत्वमस्ति वा पक्ष अधर्मत्वमस्ति वा चाक्षुषत्वे पक्ष अधर्मत्वम् अस्ति पक्ष अधर्मत्वम् पक्ष अधर्मत्वम् अस्ति चाक्षुषत्वे तदेव लिखितं खलु पक्ष अधर्मत्वं नेतौ चाक्षुषत्वे पक्ष अधर्मत्वम् अस्ति इति यत् यदिदानीं भवता अङ्गीकृतं तदेव अत्र लिखितं पक्ष अधर्मत्वं हेतौ पक्ष अधर्मत्वं हेतौ तदेव असिद्धिः इति हेत्वभावत्वं पक्षे नो चेत् पक्ष अधर्मत्वं हेतौ उभयता भिन्नरूपेण वक्तुं शक्यते बुद्धं खलु एवं शब्दे यत्किमपि नास्ति इत्युक्ते शब्दे रूपं नास्ति तर्हि रूपे पक्ष अधर्मत्वमस्ति इति शब्दे शब्दः इति पक्षे यत्किमपि नास्ति तेषु सर्वेषु पक्ष अधर्मत्वमस्ति इति कृत्वा तावदेव लिखितम् उत्तमम् अस्तु अग्रे गच्छेम तर्हि इदानीं सतिभामा भगिनी तृतीयं व्यभिचारः इति व्यभिचारः लक्षणं व्याप्यत्वाभाववत्त्वं हेदौ प्रथमं तावद् वदतु तस्य प्रतिपादनं व्याप्यत्व अत्र उदाहरणमस्ति पर्वतः धूमवान् वह्नेः सो वह्निः अस्ति साध्यं हेतुः धूमवान् इति साध्यं धूमवान् इति साध्यं नास्ति साध्यं किं धूमः धूमः धूमवान् मध्ये भेदः अस्ति खलु अस्ति महोदय तर्हि धूमः साध्यं धूमः साध्यं व्याप्ति हेदौ नास्ति इति हेतुः वह्नि धूमवाप्य वह्निः नास्ति पर्वते अधः अत्र तादृशहेतु समीचीनं नास्ति इति लक्षणं स्वीकृत्य वदतु हा एकनिमिषं व्याप्य अभाववत्त्वं हेतुः न समीचीनतया पठतु भगिनि. व्याप्यत्वाभाववत्त्वं हा व्याप्यत्वाभाववत्त्वं हेतौ वाह्नित्वं धूमे नास्ति इति व्याप्यधूमः पठे नास्ति इति भगिनि अत्र लक्षणवाक्यं स्वीकृत्य चिन्तनीयं. पक्षः इति किमर्थम् अत्र अत्र लक्षणवाक्ये पक्षः इति पदं दृश्यते किम्? नास्ति, न दृश्यते महोदय. इदानीं मया किमपि लक्षणं लिखितं, तस्य परिशीलनं भवत्या कर्तव्यम्. व्याप्तिज्ञानस्य आकारः अत्र व्याप्ति इति किमर्थं व्याप्ति इति पदं दृश्यते किम् अत्र? न दृश्यते. व्याप्यत्वं व्याप्यः अस्ति अत्र वह्निः वह्नि अभाववत्त्वं धूमे इति एव अत्र तदेव खलु महोदय. भगिनि अत्र अधिकं न चिन्तनीयम्, अत्र क्रमेण चिन्तयतु. व्याप्यः प्रथमम् अत्र अत्र पश्यतु, प्रथमं तद् वदतु. इदानीं व्याप्यत्वाभावत्वं हेतौ इत्यत्र अत्र प्रत्येकं पदम् उक्त्वा तदनन्तरं कः कः प्रत्ययः अस्ति इति वदतु, तत् प्रथमं पश्येम. व्याप्यः इति व्याप्य प्लस् योगः व्याप्य प्लस् त्वा प्रत्ययः व्याप्यत्वं प्लस् तल् अस्ति व्याप्यत्व पुनः तवद् प्रत्ययः अस्ति व्याप्य तव प्रत्ययः एव तदनन्तरं तस्य अभावः. एवं वदतु भगिनि, व्याप्य प्लस् त्व प्लस् अनन्तरं अभावः अभाव प्लस् त्व अभावत्वं तर्हि अत्र चत्वारि चतुर्धा विभक्तः अस्ति खलु, व्याप्य प्लस् त्व प्लस् अभाव प्लस् त्व. तर्हि अत्र व्याप्य इत्युक्ते किं? व्याप्यः हेतु. हा अस्मिन् सन्दर्भे कः? वह्निः. तर्हि व्याप्ये व्याप्ये व्याप्यत्वं भवेत् खलु? भवेत्. व्याप्ये व्याप्यत्वं भवेत्, किन्तु व्याप्यत्वम् इदानीं वन्ये अस्ति वा न वा, वह्नौ अस्ति वा न वा? अभावः एव अस्ति. मम प्रश्नस्य उत्तरं दातव्यम्. वह्नौ वन्नित्वं भवेत् खलु महोदय, तदेव किमर्थं वन्नित्वस्य विषये चिन्तनम्? ओ क्षम्यताम्, व्याप्य मम प्रश्नस्य उत्तरं कृपया यद् अहम् अत्र किमपि न चिन्तयतु अन्यत् सर्वं यद् मम प्रश्नमस्ति तत् श्रुत्वा तस्य उत्तरं वदतु. व्याप्यः वह्निः इत्युक्ते व्याप्ये व्याप्यत्वमस्ति खलु? व्याप्यत्वम् इदानीं प्रश्नः अस्ति, वह्नौ व्याप्यत्वम् अस्ति वा न वा? नास्ति. किमर्थं नास्ति? उत्तरं समीचीनं किन्तु केवलं प्रतिपादनीयं तावदेव. किमर्थं नास्ति इति चेत् उत्तरम् उत्तरे दोषं कृतम् इति वा चिन्तयतु. अत्र भिन्नरीत्या भवति, धूमः व्याप्यः वह्निः व्यापकः इति भवति. उत्तमं, सत्यं, तदेव. तर्हि वह्निः सामान्यतया व्यापकः अस्ति खलु धूमस्य अपेक्षया, वह्निः व्यापकः धूमः व्याप्यः. न्यूनदेशवृत्तित्वं धूमे एव अस्ति, अधिकदेशवृत्तित्वं वह्नौ अस्ति खलु इति कृत्वा, तर्हि व्याप्यत्व अभावः कुत्र अस्ति? व्याप्यत्व अभावः कुत्र अस्ति? वह्नौ अस्ति. हा, तर्हि व्याप्यत्व अभावत्वं कुत्र अस्ति? वह्नि अभावे अस्ति. तदपि वह्नौ एव. किं किं तदपि वह्नौ? तदित्युक्ते किं? वह्नि व्याप्यत्व अभाववत्त्वम्. हा, तदेव मया पृष्टं खलु, व्याप्यत्वाभावत्वं कुत्र? वह्नौ एव. तदेव अभावः इति किमर्थम् उक्तमिति न जाने. वह्नौ खलु, व्याप्यत्वाभावत्वं वह्नौ अस्ति इति कृत्वा इदानीं लक्षणं समन्वितमस्ति. व्याप्यत्वाभावत्वं हेतौ अस्ति चेत् तद्व्यभिचारः भवति. इत्युक्ते साध्यनिष्ठ, अत्र एतदपि योजनीयम् इति भाति. अत्र व्याप्यम् इति साकाङ्क्षापदार्थम् इति कृत्वा तदपि योजयिष्यामि. साध्यनिष्ठव्याप्यत्वाभावत्वं हेतौ. व्याप्यत्वं व्याप्ये भवति, किन्तु वह्निः व्याप्यः नास्ति, व्यापकः अस्ति. व्यापकत्वं वह्नौ अस्ति खलु? व्यापकत्वमेव वह्नौ अस्ति, न तु व्याप्यत्वं. तर्हि व्याप्यत्व अभावः वह्नौ अस्ति. व्याप्यत्व अभावत्वं वह्नौ अस्ति खलु? एकनिमिषम्, अत्र व्याप्यत्व अभाववत्त्वम् इति वक्तव्यं वा अभावत्वम् इति वक्तव्यं वा? चिन्तयन् अभाववत्त्वम् अभाव सत्यम् अभाववत्त्वम् इति भवेत्. साध्यनिष्ठ व्याप्यत्व अभाववत्त्वं हेतौ अस्ति चेत् व्यभिचारः इति. बुद्धं वा? आं, समचिन्त्य बुद्धम्. हा, इति एतादृशम्. अस्तु, इदानीं द्वितीयलक्षणं भवती एव परिशीलनं करोतु. साध्यम् अत्र धूमः. एकवारं पठति वा? साध्य अभाववत् अवृत्ति. साध्य अभाववत् वृत्तित्वं. वृत्तित्वं हेतु हेतौ. साध्यः अस्ति धूमः. धूम साध्य अभाववत् अभाववद्दि अस्ति धूमः. अवृत्तित्वं प्रतिपादयतु. साध्यः इत्युक्ते धूमः, साध्य अभावः इत्युक्ते? साध्य अभावः धूमाभावः. तावदेव. तर्हि इदानीं तृतीयं, साध्य अभाववत् किम्? साध्य अभाववत् अस्ति वह्निः. नास्ति वा? अभाववती धूमः एव भवति किं महोदय? न जाने. अभाववती अस्ति. प्रत्ययस्य अर्थं भवती किं करोति? साध्य साध्य इत्युक्ते धूमः, साध्य अभावः इत्युक्ते धूमाभावः. साध्य अभाववत् अत्र वत् इति प्रत्ययः कीदृशम् अतु प्रत्ययः अस्ति खलु? यस्मिन् अस्ति इति एव मम सत्यं. तर्हि साध्य धूम अभावः कुत्र अस्ति? वह्नौ अस्ति इति मम चिन्तनम् अस्ति. धूम अभावः वह्नौ अस्ति वा? पच्छे इति एव अत्र. किमर्थं वह्निविषये चिन्तयति? वह्निः इति हेतुः अस्ति खलु इदानीम्. ओके, अभाववति पच्छः इति. एतावत्पर्यन्तम् अत्र साध्यं हेतौ भवेत् नो चेत् हेतुः साध्ये भवेत् इति किमपि अस्मभिः अधीतं वा? नास्ति खलु. साध्यं साध्यम् अपि च हेतु द्वयमपि पक्षे भवेत्। हा तर्हि वत् इत्यनेन पक्षस्य एव चिन्तनं भवेत्। किमर्थम् अत्र वह्नि वह्नि विषये चिन्तनं? वह्नि इति हेतुः अस्ति खलु अत्र। इदानीम् अस्तु भवतु, तर्हि इदानीं वदतु साध्य अभाववत् इति किम्? तद् अस्ति पक्षः, अत्र पक्षः इत्यनेन ग्यास् स्टव् इति एक्साम्पल् स्वीकृतम्। उदाहरणं न ग्यास् स्टव् इति अस्तु, अत्र ग्यास् स्टव् इति स्वीकुर्मः, नो चेत् महानसम् इति अपि स्वीकर्तुं शक्यते। यस्मिन् महानसे ग्यास् स्टव् अस्ति, नो चेत् ग्यास् स्टव् इति एव स्वीकर्तुं शक्नुमः पक्षत्वेन, नो चेत् महानसं स्वीकर्तुं शक्यते। आधुनिकपाकशाला सत्यं। तर्हि साध्य अभाववत् तदस्ति साध्य अभाववत् सत्यम्। अवृत्तित्वं हेतौ, किमर्थम् अवृत्तित्वं? वृत्तित्वं हेतौ, क्षम्यता हा प्रतिपादयतु। वृत्तित्वं हेतो इत्युक्ते यस्मिन् पक्षे साध्य वह्नि अभाव हेतु धूमा अभाववति यत् पक्षः अस्ति तस्मिन् वह्निः अस्ति। किमपि वदति भगिनि अत्र, यु केनाट् डू दिस् इति मम भगिनि, यु हाव् टु गो क्रमेण। अत्र किं हेतु धूमस्य विषये किमर्थं चिन्तनं? धूमः एव अत्र साध्यं खलु महोदय, साध्य सत्यं सत्यं सत्यम्। अस्तु तर्हि तादृशं वदतु भगिनि कृपया। साध्य अभाववति धूमा अभाववति, धूमा अभाववत् अस्ति ग्यास् स्टव् तादृश किं किम्? एकं पुनः पुनः वदतु, धूमा अभाववत् अस्ति किं? ग्यास् स्टव्। ओ ग्यास् स्टव् इति उक्तवती वा? अस्तु अस्तु, व्याप्ति इति मया श्रुतम्। अस्तु हा साध्य अभाववत् इति ग्यास् स्टव्। तदनन्तरं तादृश एतद् व्याप्ति एव उक्तं खलु, तद् खेदौ अस्ति खेदौ भगिनी, अत्र ग्यास् स्टव् इति वदति वा व्याप्ति इति वदति वा न बुध्यते। महानसमिति अत्र ग्यास् स्टव् इति चिन्तयतु, त्यजतु महानसमिति स्वीकरोतु। इदानीम् अहं वृत्तित्वं हेतौ वृत्तित्वं वृत्तित्वम् इत्यत्रापि पद अत्र वृत्ति इति अस्ति, तदनन्तरं त्व इति प्रत्ययः अस्ति खलु। प्रथमं वृत्ति इति वदतु, साध्य अभावत् वृत्ति कः? साध्य अभाववत् वृत्ति धूम अभाववति महानसे इति महानसे भगिनि महोदय वृत्तित्वं हेतुः हेतौ इति किमर्थमत्र हेतुपर्यन्तं तत्रैव क्लेशः पुनः पुनः भवति करोति। अत्र सर्वं मनसि संस्थाप्य चिन्तयति चेत् क्लेशः निश्चयेन भवति, क्रमेण चिन्तनीयम्। अस्तु अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु। साध्यं किम्? साध्यं धूमः। साध्य अभावः कः? धूमाभावः। साध्य अभाववत् किम्? तदस्ति महानसम्। साध्य अभाववत् वृत्तिः कः? धूमाभावः वृत्ति क्षम्यतां वृत्तिः वह्निः एव अत्र। तावदेव उक्तं, तदा चिन्तयति चेत् समीचीनबोधः जायते। साध्य अभाववत् वृत्ति इति वह्निः, किमर्थम् इत्युक्ते महानसे वह्निः अस्ति खलु, तर्हि वह्नौ वृत्तित्वम् अस्ति खलु। यथा जले मीनाः सन्ति चेत् जलनिष्ठवृत्तित्वं मीने आगच्छति, तथा साध्य अभाववत् वृत्तित्वम् इदानीं कुत्र आगतम्? वह्नौ आगतं खलु, वह्निः एव हेतुः तर्हि साध्य अभाववत् वृत्तित्वं हेतौ आगतं खलु? इदानीम् अवगतवती. हा, सो यु हाव् टु थिङ्क् क्रमेण. वाट् वी डू इस् यु स्टार्ट् फ्रोम् द बिगिनिङ्ग् आर् अट् दि एण्ड् अण्ड् ब्रिङ्ग् सो मेनि अदर् थिङ्ग्स् इन् टु द एण्ड्, इट् विल् बिकम् अ प्राब्लम्. साध्यम् इति हे धूमः, साध्य अभावः इति धूम अभावः, साध्य अभाववत् इति महानसं, यस्मिन् महानसे ग्यास्टोव् अस्ति तत्र वह्निः अस्ति. तर्हि साध्य अभावत् वृत्तिः वह्निः, साध्य अभावत् वृत्तित्वं वह्नौ. वह्नि इति हेतुः इति कृत्वा साध्य अभावत् वृत्तित्वं हेतौ आगतं, तदेव व्यभिचारः. बुद्धं खलु? बुद्धम्. अस्तु, समीचीनं. सर्वैः एतादृशं चिन्तनीयं, बिकास् वि आर् क्रियेटिङ्ग् अ समस्तपद, ऐ मीन् वि आर् क्रियेटिङ्ग् अ बिग् पद. सर्वत्र तत्र अभावः इति योजयित्वा, तदनन्तरं त्व इति योजयित्वा, पुनः वृत्ति इति योजयित्वा, तदनन्तरं त्व इति योजयित्वा, तर्हि क्रमेण अवगच्छामश्चेत् क्लेशः न भवति. अस्तु, अग्रिमं सत्प्रतिपक्षः, साध्याभावव्याप्यवत्वं पक्षे. मेहुल् महोदय प्रतिपादयति वा? आं महोदय. अस्तु, लक्षणमस्ति साध्याभावव्याप्यवत्वं पक्षे. अत्र उदाहरणमस्ति रथः वह्निमान् धूमात्, अपि च रथः वह्न्यभाववान् जलात् इति. तर्हि अत्र साध्यं किम् इत्युक्ते, साध्यम् अस्ति वह्नि इति, साध्याभावः इति वह्न्यभावः, साध्याभावव्याप्यवत् कः इत्युक्ते व्याप्यवत् इति तावद् न गच्छतु, व्याप्यः कः इति वदतु. अस्तु, साध्याभावव्याप्यः कः इत्युक्ते वन्यभावव्याप्यः कः. तर्हि अत्र वन्यभावव्याप्यः इति वन्यभावव्याप्यः हृदः इति न, हृदः तु पक्षः, हृदपक्षः धूमः इति खलु. अस्तु अस्तु, जलम् इति. उत्तमं. साध्याभावव्याप्य इति जलम् अस्ति. अत्र अत्र वाक्यं वदतु, अन्वयव्याक्यं वदतु. व्याप्यव्याप्यक भावः निरूपयतु इति. अत्र यत्र यत्र जलं तत्र तत्र वन्यभावः इति वा? हा, उत्तमं. तो जलम् अस्ति तत्र, यत्र जलमस्ति तत्र वन्यभावः अस्ति, अतः साध्यमिति वह्निः, अतः साध्याभावः इति वन्यभावः, वन्यभावव्याप्य इति जलं भवति. अतः जले साध्याभावव्याप्यवत्वम् अस्ति. न न, भवान् अग्रिमसोपानं गतवान्. साध्याभावव्याप्यः इति जलम्, साध्याभावव्याप्यवत् इति हृदः. किमर्थमिति, जलम् इति हृदे अस्ति. सत्यं. तर्हि हृदे एव साध्याभावव्याप्यवत्वम् अस्ति. अतः पक्षे इत्युक्ते हृदे साध्याभावव्याप्यवत्वम् आगच्छति इति एव लक्षणम्. उत्तमम्, बहु उत्तमम् इति चिन्तनीयं. यदि एकं सोपानम् अधिकं गच्छामश्चेत् क्लेशः भवति, अन्यत्र आगच्छामः. सत्यं. साध्यम् इति वह्निः, वह्निः साध्य अभावः इति वह्नि अभावः, साध्य अभावव्याप्यः इति जलं. किमर्थम् इति चेत्, यत्र यत्र जलं तत्र तत्र वह्नि अभावः. अपि च अत्र व्यतिरेकव्याप्तिः अपि वक्तुं शक्यते, तदपि वदति वा? व्यतिरेकव्याप्तिः भवति यत्र यत्र वन्यभावाभावः, तत्र तत्र जलाभावः इति. उत्तमं. वन्यभावाभावः इत्यनेन किमुक्तं? वह्निः इति. उत्तमं. तर्हि यत्र यत्र वह्निः तत्र तत्र जलाभावः इति उक्तत्वात् जलवह्निभाव वह्निभावः मध्ये व्याप्यव्यापकभावः साधितः अस्ति इति कृत्वा साध्याभावव्याप्यः इति जलं, साध्याभावव्याप्यवत् इति ह्रदः, साध्याभावव्याप्यवत्त्वं ह्रदे अस्ति चेत् तत्प्रतिपक्षः. इति क्रमेण चिन्तनीयम्। अस्तु, प्रायः अहं किं करोमि, एतादृशमपि अहं संस्थापयामि अनन्तरं, किन्तु इदानीं केवलं प्रदर्शनार्थं साध्य प्लस् अभाव प्लस् व्याप्य प्लस् वत् वत् प्लस् त्व हा इति प्रत्येकम् एव वक्तव्यम्। अन्यत्रापि एतादृशमेव, साध्य इति वह्निः, साध्य अभावः इति वन्यभावः, वन्यभावस्य व्याप्यः इति जलं, व्याप्यवत् इति हृदः, व्याप्यवत्त्वम् इति हृदे। अत्र सत् प्रतिपक्षः इत्यस्य कोऽपि अर्थः अस्ति वा तत् शब्दस्य? तद् तत्तु यदा पुस्तकं पठेम तद् किमर्थं सत् प्रतिपक्षः इति नाम जातम्। अस्तु, सम्यक् पुस्तके। किन्तु भवान् एव ऊहां कर्तुं शक्यते, भवान् प्रयत्नं करोतु। हा, तदेव अत्र सत् इत्युक्ते अस्ति इति अर्थे अस्ति, प्रतिपक्षः इत्युक्ते पक्षः यदा कदापि न भवितुम् अर्हति इति अहं मन्ये, अथवा पक्ष विरुद्धम् अस्ति अत्र। एकनिमिषम्, अत्र पक्षः यदा कदापि न भवितुम् अर्हति इति किमर्थं वदति? पक्षस्य लक्षणं किम्? प्रसिद्धत्वं, साध्यसन्दिग्धवान्, हेतुमान्, साध्यसम्भावनावान्, साध्यसम्भावनावान्, सत्यं खलु? आम् आम्। तर्हि अत्र हेत्वाभासस्थले इदानीं वस्तुतः अत्र अत्र क्लेशः कुत्र अस्ति? ह्रदः, वन्यमान्, धूमात् इत्यत्र हृदे धूमः नास्ति, अतः न धूमः अस्ति, धूमः इव दृश्यते खलु, इव दृश्यते प्रातःकाले, धूम इव दृश्यते, दृश्यते परन्तु किञ्चित् दूरतः पश्येमश्चेत् तत्र धूमः वा नो चेत् मिस्ट् वा इति न वक्तुं शक्यते। तत्तु सत्यम्, अतः एव धूम इव अस्ति, परन्तु सः धूम इव यत् अस्ति तद् वन्ने वन्नौ उत्पद्यते वा न वा, उत्पद्यते न इति, अतः न उत्पद्यते अतः एव। अस्तु, भवतु, अग्रे यदा पाठं पठेम तत्र प्रायः किमपि लिखितं भवति। अस्तु, किन्तु एतादृशं चिन्तनीयम्, अत्र बाधः इति किमर्थं तस्य नाम दत्तम्, असिद्धिः इति किमर्थं नाम दत्तं, व्यभिचारः इति नाम दत्तं, किमर्थं दत्तं, सत्प्रतिपक्षः, विरोधः इति। अस्तु, अग्रे गच्छेम, अन्तिमम् अस्ति विरोधः। स्वामी महोदय, भवान् वदति वा? हरि ओम् महोदय। आम्, हरिः ओम्। हेतुसाध्ययोः विरोधः, तत्तु अत्र वाक्यरूपेण लिखितं मया, वस्तुतः तद् लक्षणं नास्ति। लक्षणम् इति चेत् एकेन पदेन भवेत्। अस्तु, तर्हि द्वितीयं वदतु, साध्यविरोधित्वं हेतौ। साध्यविरोधित्वं हेतौ महोदय, साध्यम् अस्ति वह्निः, हेतुः अस्ति जलम्। अत्र क्रमेण भवानपि एतदेव खलु, क्रमेण किमर्थं हेतोः विषये चिन्तयति? साध्यविरोधित्वं हेतौ, अत्र प्रथमपदं किं? साध्यं, साध्यम् इति वह्निः, तदनन्तरं किमस्ति? विरोधित्वं, विरोधित्वम् इति वदतु, न वदतु विरोधिः, तदनन्तरं त्व खलु? सत्यं, विरोधिः। तर्हि साध्यविरोधिः कः? जलं, जलं, समीचीनम्, एवं वक्तव्यं, साध्यविरोधिः इत्युक्ते वह्निविरोधिः जलं खलु? आं महोदय। तर्हि वह्निविरोधिः जलं, तर्हि साध्यविरोधित्वं, वह्निविरोधित्वं कुत्र अस्ति? जले अस्ति। तदेव हेतुः अस्ति खलु, तर्हि साध्यविरोधित्वं हेतौ इति निरूपितम्। अस्तु, तृतीयं, साध्य असमानाधिकरण्यं हेतौ, एवं क्रमेण वदतु, अग्रिमं मा गच्छतु कृपया. साध्यम् अस्ति वह्निः, असमानाधिकरण्यम् असमानाधिकरणं, पक्षः पर्वतः अस्ति पक्षे साध्यम् अपि च हेतुः भवेत्. वह्निः अस्ति चेत् जलं भवितुं नार्हति, अतः असमानाधिकरण्यम् अस्ति. अत्र समानाधिकरणं किम्? महोदय असमानाधिकरण्यं खलु. न, समान अधिकरणं किम्? समान अधिकरणं तु पक्षः, पर्वतः खलु. सत्यम्, उत्तमं. पर्वतः, पर्वतः इति पक्षः एव समान अधिकरणं. किन्तु इदानीं साध्यं वह्निः जलम् इति हेतुः, वह्निः जलयोः मध्ये समानाधिकरण्यम् अस्ति वा असमानाधिकरण्यम् अस्ति वा? असमानाधिकरण्यम् अस्ति. हा, सत्यं. तर्हि साध्यनिष्ठ असमानाधिकरण्यं, साध्यस्य अपेक्षया असमानाधिकरण्यमेव हेतौ अस्ति, न तु समानाधिकरण्यम् इति कृत्वा साध्य असमानाधिकरण्यं, साध्यासमानाधिकरण्यं हेतौ इति विरोधः. चतुर्थं, साध्यभाव्याप्यहेतु. साध्य अभावव्याप्यहेतु, साध्याभावः साधनीयं तु वह्निः, साध्याभावः अस्ति. अपि किञ्चित् किञ्चित् परिवर्तयामि. व्याप्यत्वं हेतौ इति इति लिखामि. साध्याभावव्याप्यत्वं हेतौ, साध्याभावव्याप्यहेतुः इति न लिखित्वा साध्याभावव्याप्यत्वं हेतौ अस्ति चेत्. इदानीं वदतु. आं महोदय, साध्य अस्ति वह्निः, साध्याभावः वह्न्याभावः, व्याप्यत्वं साध्याभावव्याप्यत्वं. व्याप्यत्वम् इति न चिन्तनीयं, व्याप्यः कः, तदनन्तरं त्वप्रत्ययः. तत्र व्याप साध्याभावव्याप्यः कः? महोदय, जलः, जलं, जलं, जलं. निरूपयतु कथं जलं व्याप्यः साध्याभावस्य अपेक्षया, जलं कथं व्याप्यः इति वदतु. सामान्यतया यदि व्याप्यव्यापकभावं वदति तत्र व्याप्तिवाक्यं वदामः खलु. व्याप्तिवाक्यं तु द्विधा भवति, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः. तर्हि इदानीं तादृशवाक्यं रचयतु तावदेव. ओ, यत् यत्र यत्र वह्निः तत्र तत्र जल जलाभावः. न न, इदानीं किं व्याप्यम्? एकनिमिषम्, अत्र भवता किं पठितं? साध्याभावव्याप्यत्वं हेतौ, अत्र हेतुः कः? हेतुः जल, जलम्. तर्हि हेतुः एव सर्वदा व्याप्यं भवेत् खलु. आं महोदय, तर्हि यत्र यत्र किं वक्तव्यम्? यत्र यत्र जलं तत्र तत्र वह्न्याभावः. भवता विपरीतरीत्या उक्तम्, यत्र यत्र जलं तत्र तत्र वह्न्याभावः इति अन्वयव्याप्तिः. व्यतिरेकव्याप्तिं वदतु. यत्र यत्र वह्न्याभावः तत्र तत्र जलं. न महोदय, अन्वयव्याप्तिवाक्यं पुनः एकवारं वदतु. यत्र यत्र जलं तत्र तत्र तत्र वह्न्याभावः इति अन्वयव्याप्तिः उत्तमम्। इदानीम् अत्र यदा व्यतिरेकव्याप्तिं वदामः तत्र अभावः इति पदं योजनीयम्, अपि च व्याप्यव्यापकभावमध्ये वैपरीत्यं जायेत खलु। आम्, अत एव वह्न्याभावः यत्र वह्न्याभावः इति वक्तव्यं, वह्न्याभावस्य अभावः यत्र यत्र वह्न्याभावाभावः यत्र यत्र वह्न्याभावाभावः तत्र तत्र तत्र तत्र जलाभावः। हा, वह्न्याभावाभावः इत्यनेन किमुक्तं? वह्न्य। अस्तु, तर्हि यत्र यत्र वह्निः तत्र तत्र जलाभावः इति उभयमपि उक्तम् इति कृत्वा जलं साध्याभावव्याप्यः अस्ति, साध्याभावव्याप्यत्वं हेतौ आगतम् खलु। आम् महोदय। अस्तु, बहु समीचीनम्। अस्तु, तर्हि इदानीं मूलक्षरैः दत्तं महोदय, तत् तदेव मुख्य तत्र कारणमस्ति, अहम् अनन्तरं वदिष्यामि। अस्तु, तर्हि इदानीं सर्वम् अस्माभिः सम्पूर्णरीत्या चिन्तितं, केवलम् एकं विषयम् अवशिष्टमस्ति अवगन्तुम्, तदनन्तरं साक्षात् पुस्तकात् पठितुं शक्यते। इदानीम् अत्र हेच् इति कालम् अस्ति खलु, तस्मिन् विषये किञ्चित् प्रतिपादयामि। वस्तुतः अत्र किमपि नास्ति, किन्तु एतादृशचिन्तनमस्ति। मुद्रा इति कश्चन पदमस्ति, मुद्रा, मुद्रा इत्युक्ते चिह्नम् इति वयं जानीमः। यदा कर्णाटकसङ्गीतं शृणुमः तत्र त्यागराज भागवतस्य भागवतानां मुद्रा किम् इति चेत् सर्वत्र त्यागराज इति श्रूयते। श्यामकृष्णशास्त्री पादानां मुद्रा किम् इति चेत् श्यामकृष्ण इति तादृशं भवति, तर्हि चिह्नम् इति अवगच्छामः खलु, तदेव अत्र स्वीकृतं मुद्रा इति। तर्हि मुद्रा इत्युक्ते चिह्नं, प्रतिबन्धकज्ञानं, प्रतिबन्धकज्ञाने हेत्वाभासः अस्ति, हेत्वाभासत्वम् अस्ति, हेत्वाभासः नास्ति, प्रतिबन्धकज्ञानम् एव हेत्वाभासः, प्रतिबन्धकज्ञाने हेत्वाभासत्वम् अस्ति। तर्हि हेत्वाभासम् अस्ति वा न वा इति ज्ञातुं किं चिह्नं, मुद्रा का इति चेत्, अत्र पञ्चस्थलेषु हेत्वाभासस्थलेषु भिन्नभिन्न सन्दर्भाः अस्माभिः दृष्टाः, इत्युक्ते साध्याभावत्वं पक्षे, हेत्वभावत्वं पक्षे, साध्यनिष्ठव्याप्यत्वाभाववत्वं हेतौ इति तादृशम् अस्माभिः चिन्तितं। तर्हि प्रथमत्रयं स्वीकुर्मः, साध्याभावत्वं पक्षे, हेत्वाभावत्वं पक्षे, व्याप्यत्वाभावत्वं हेतौ, साध्यनिष्ठव्याप्यत्वाभावत्वं हेतौ। यद्यपि अत्र भिन्नभिन्न एकस्य अन्यस्य किमपि सम्बन्धः नास्ति इति भाति, किन्तु कश्चन सम्बन्धः अस्ति, सम्बन्धः इत्युक्ते साम्यम् अस्ति, देर् इस् संथिङ्ग् कामन्, एतेषु त्रिषु किञ्चित् साम्यमस्ति। पुनः एकवारं पठित्वा अहं वदामि, साध्याभावत्वं पक्षे तत्र साध्य इत्यस्मिन् स्थाने तद् इति स्थापयामः, तदभावत्वं, तदभाववत्वं कुत्रचित् पक्षे भवतु, तदभाववत्वम् इति श्रूयते खलु, नो चेत् तदभाववत्वं त्वप्रत्ययस्य योजनस्य स्थाने किं तल् तल् इति प्रत्ययः, वत्ता इति भवति खलु, स्त्रीलिङ्गे भवति, तल् प्रत्ययं योजयामश्चेत् तदभाववत्ता इति भवति, साध्य अभाववत्ता पक्षे, तत्र साध्यमिति त्यजेम, पक्षमिति त्यजेम, तदभाववत्ता इति कश्चन धर्मः। एवं हेत्वभाववत्त्वं पक्षे इत्यत्र हेतु इति त्यजेम, तत्र तद् इति स्थापयामः, तदभाववत्ता कुत्रचित् पक्षे। एवं व्याप्यत्व अभाववत्त्वं, व्याप्यत्व अभाववत्ता इत्युक्ते तत्र व्याप्यत्व इत्यस्मिन् स्थाने तद् इति स्थापयामश्चेत् तदभाववत्ता। तर्हि त्रिषु स्थलेषु तदभाववत्ता निश्चयः अस्ति, निश्चयात्मकं भवेत् खलु प्रत्य प्रतिबन्धकज्ञानम्। तर्हि तद् अभाववत्ता निश्चयः अस्ति, तदेव मुद्रा। एषु त्रिषु स्थलेषु बाधः असिद्धिः व्यभिचारः इति त्रिषु स्थलेषु मुद्रा किं, चिह्नं किम् इति चेत् तदभाववत्ता निश्चयः एव चिह्नम्, तदेव अत्र लिखितमस्ति। तद्वत्ता बुद्धिं प्रति तद् अभाववत्ता निश्चयः मुद्रा इति त्रिषु स्थलेषु, किन्तु सर्वत्र तदभाववत्ता निश्चयः एव न भवति। इदानीं चतुर्थस्थलं पश्येम, साध्याभावव्याप्यवत्वं पक्षे, तर्हि अत्र साध्य इत्यस्मिन् स्थाने तद् इति स्थापयामश्चेत् तद् अभावव्याप्यवत्वं, तदभावव्याप्यवत्ता निश्चयः पक्षे, न तु तदभाववत्ता निश्चयः, किन्तु तदभावव्याप्यवत्ता निश्चयः पक्षे, पक्षे इति त्यजतु, यत्र कुत्रापि भवतु, किन्तु तदभावव्याप्यवत्ता निश्चयः। एवं विरोधे अपि साध्याभावव्याप्यत्वं, तत्र साध्यमित्यस्मिन् स्थाने तद् इति स्थापयामश्चेत् तदभाववत्ता, त्वं प्रत्ययस्य स्थाने तल् प्रत्ययं स्थापयामश्चेत् तदभाववत्ता तदभावव्याप्यवत्ता निश्चयः, तदभावव्याप्यवत्ता। अत्र किमर्थं व्याप्यत्वम् इति अस्ति, व्याप्यवत्त्वम् इति भवेत् वा, अत्रापि व्याप्यवत्त्वम् इति भवेत् इति भाति। अस्तु, मेहुल् महोदय अत्र किञ्चित् चिन्तयतु, साध्याभावव्याप्यत्वं हेतौ इत्यत्र, नो चेत् अत्र अस्तु अस्तु एवमेवं करणीयम्। इदानीं परिवर्तयिष्यामि, व्याप्यवत्त्वं पक्षे, हा साध्याभावव्याप्यहेतुः तादृशहेतुः पक्षे भवति चेत् साध्याभावव्याप्यवत्त्वं पक्षे परिवर्तितं, तदेव उपरि सत्प्रतिपक्षे अपि तदेव भवति खलु, हा साध्याभावव्याप्यवत्त्वं पक्षे, सत्यं तदेव तदेव, अस्तु साध्याभावव्याप्यवत्त्वं। तर्हि सत्प्रतिपक्षः अपि च विरोधः अनयोः मध्ये किं साम्यमस्ति इति चेत् उभयत्र तद् अभावव्याप्यवत्त्वमस्ति, तदेव मुद्रा भवति। अस्तु, एवं चिन्तयेम, अत्र साध्य तदभाववत्ता निश्चयः, तदभाववत्ता साध्य अभाववत्त्वं पक्षे, हेत्वभाववत्त्वं पक्षे। इदानीं तृतीयं, प्रायः तत्रैव किञ्चित् परिवर्तनीयमस्ति इति भाति, किमर्थमित्युक्ते सर्वत्र पक्षे पक्षे इत्येव आगच्छति खलु, साध्य अभावव्याप्यवत्त्वं पक्षे, सत्प्रतिपक्षे अपि, विरोधे अपि साध्य अभावव्याप्यवत्त्वं पक्षे, बाधायामपि पक्षे एव। अस्तु, तर्हि किञ्चित् परिवर्तनं कुर्मः व्यभिचारे, साध्यनिष्ठव्याप्य अभाववत्त्वं हेतौ इति समीचीनं वा, नो चेत् साध्य अभावव्याप्यवत्त्वं हेतौ वा, मेहुल् महोदय किञ्चित् चिन्तयतु। अस्तु, साध्यनिष्ठ साध्यमस्ति धूमः, साध्यनिष्ठ इति धूमनिष्ठ व्याप्य व्याप्यं व्याप्यः कः इत्युक्ते धूमनिष्ठव्याप्यः कः, धूमनिष्ठव्याप्यः इति तु नास् अस्तु, धूमनिष्ठव्याप्यः किमपि भवतु, किन्तु धूमनिष्ठव्याप्य अभावः अत्र व्याप्यत्व इति प्रायः न दातव्यमस्ति। तर्हि धूमसाध्यनिष्ठव्याप्य अभावः व्याप्याभावः अस्तु व्याप्याभावः साध्यनिष्ठव्याप्याभावः इति व्याप्याभावत्वम् अस्तु व्याप्याभावत्वं कुत्र साध्यनिष्ठव्याप्याभावत्वं धूमनिष्ठव्याप्याभावः इदानीं समीचीनतया आगतम् अत्र पक्षे इति एव लेखनीयम् अस्तु साध्यनिष्ठव्याप्याभाववत् साध्यनिष्ठ साध्यम् इति धूमः साध्यनिष्ठव्याप्यः इति वह्निः न भवितुमर्हति इति कृत्वा साध्यनिष्ठव्याप्याभावत्वं वह्नौ खलु वह्नौ सत्यं तादृशवह्निः कुत्र अस्ति पक्षे तर्हि साध्यनिष्ठव्याप्यत्वाभाववत्त्वं पर्वते अस्ति व्याप्याभाववत्त्वं सत्यं खलु आम् आम् व्याप्याभाववत्त्वं पक्षे सत्यं पुनः वदति वा एकवारं साध्यनिष्ठव्याप्याभाववत्त्वं आम् साध्यमस्ति धूमः साध्यनिष्ठव्याप्याभावः अस्ति भाववत् अस्ति वह्निः अभाववत् नास्ति अभाववत् न अभाववत् इति वह्निः कथं पक्षः हा पक्षः पर्वतः भवति न तत्र प्रथमं वह्निः वक्तव्यं तदनन्तरमपि पक्षं प्रति गन्तव्यम् आं तर्हि साध्यनिष्ठव्याप्यः कः साध्यनिष्ठव्याप्याभावः कुत्र वर्तते इति इत्युक्ते साध्यनिष्ठव्याप्याभावत्वं वह्नौ हा साध्य किमर्थमिति चेत् वह्निः व्यापकः अस्ति खलु व्यापकः अस्ति सत्यं व्याप्यं तु धूमः एव अत्र अतः एव साध्यनिष्ठव्याप्याभावत्वं वह्नौ अस्ति तर्हि वह्नौ इदानीं तादृशवह्निः कुत्र अस्ति पर्वते पर्वते अस्ति अस्तु तर्हि साध्यनिष्ठव्याप्याभाववत् पर्वतः भवति पर्वतः भवति अतः साध्यनिष्ठव्याप्याभाववत्त्वं पर्वते अस्ति पर्वते खलु सत्यं तर्हि अत्र अन्यदपि किञ्चित् परिष्कर्तव्यं साध्य अभाववत् साध्य अभाववत् वृत्तित्वं हेतौ तत्तु सत्यं तत्तु सत्यमस्ति किन्तु तत्रापि पक्षः स्थापनीयः चेत् कथं परिवर्तयति साध्य अभाव धूम अभाववत् धूमाभाववत् इति कः भवति धूमाभाववत् तत्तु वृत्तिवत्त्वम् इति भवेत् खलु साध्याभाववत् वृत्तिः इति वह्निः साध्याभाववत् वृत्तिः इति वह्निः वह्निवत्त्वं पक्षे खलु पक्षे सत्यं साध्याभाववत् वृत्तिवत्त्वं पक्षे इति भवेत् यथा व्याप्याभाववत्त्वं तथैव अत्र सत्यं किन्तु भवतु अत्र क्लेशः नास्ति इत्युक्ते एतादृशमेव स्थापयामः यद्यद् मुद्रारूपेण अस्ति तत्र तत् स्थूलाक्षरैः अहं स्थापयिष्यामि अस्तु तर्हि इदानीं पश्यतु प्रथमत्रिषु हेत्वाभासेषु बाधः सिद्धिः व्यभिचारः इत्यत्र तद् अभाववत्ता निश्चयः अस्ति प्रथमस्य प्रथमे साध्य अभाववत्ता निश्चयः अस्ति द्वितीये हेत्वाभाववत्ता निश्चयः अस्ति तृतीये साध्यनिष्ठव्यापकत्वाभाववत्ता निश्चयः अस्ति इति कृत्वा सर्वत्र तद् अभाववत्ता निश्चयः अस्ति तत्र तत् इत्यत्र विद्यते तत् इति सर्वनामशब्देन किमुक्तम् इति चेत् प्रथमबाधायां साध्यमुक्तम् असिद्धौ हेतुः उक्तं व्यभिचारे साध्यनिष्ठव्याप्यत्वं व्याप्यः उक्तः साध्यनिष्ठव्याप्यः उक्तः सत्यं साध्यनिष्ठव्याप्यः उक्तः तदेव भेदे विद्यते किन्तु तत्र सर्वत्र तत् इति स्थापयामश्चेत् तदनन्तरं तदभाववत्त्व तदभाववत्ता निश्चयः इति मुद्रा भवति तेषु सर्वेषु. एवम् अन्तिमद्वये साध्य अभाववत् व्याप्यत्वं पक्षे इति कृत्वा तद् अभावव्याप्यवत्ता निश्चयः भवति इति मुद्रा अस्तु इति कृत्वा मुद्रा इति किम् इति अपि अस्माभिः ज्ञातं. किं मुद्रायाः प्रयोजनं किम् इति चेत् प्रतिबन्धकज्ञाने मुद्रा अस्ति वा न वा इति द्रष्टव्यं. यथा व्याप्तेः लक्षणम् अस्माभिः उक्तं, तत्र पूर्वपक्षिलक्षणमासीत् साध्य अभावत् अवृत्तित्वं. सिद्धान्तिलक्षणमासीत् हेतुनिष्ठ हेतु अधिकरणनिष्ठ अत्यन्त अभावः अप्रतियोगी साध्यसामानाधिकरण्यम् इति व्याप्तेः लक्षणं यथा लिखितमासीत् तथा अत्रापि प्रतिबन्धकज्ञानं किम् इति चेत् अनयोः मुद्रयोः मध्ये एकमस्ति चेत् तत् प्रतिबन्धकज्ञानं भवति. मुद्रा का इति चेत् तदभाववत्ता निश्चयः इति एकं, तदभावव्याप्यवत्ता निश्चयः इति द्वितीयम् इति अस्ति चेत् इदानीं तद् ज्ञानं प्रतिबन्धकं भवितुम् अर्हति. तेन प्रतिबन्धकज्ञानेन प्रतिबध्यज्ञानं प्रतिबध्यं भवति इति जायते. अस्तु, तर्हि अस्माकं मनसि इदानीं सर्वाः सामग्र्यः सन्ति हेत्वाभासं पठितुं. तर्हि यदा समयः लभ्यते किञ्चित् पुनः पुनस्मारणं कुर्वन्तु. इदानीं किञ्चित् समयः अवशिष्टः अस्ति इति कृत्वा पुस्तकात् साक्षात् पठेम. तर्हि पङ्क्तिशः वाक्यशः वक्तव्यम् इति नास्ति, प्रथमपङ्क्तिं पठित्वा तत्र सारांशः कः इति वक्तुं शक्यते. अस्तु, शिवराम महोदय, भवान् पठितुमिच्छति वा? 222 पेज् तः पठनीयम्. अहं पठामि. आमां महोदय. हेत्वाभासाः इति सव्यभिचारविरुद्ध विरुद्धप्रतिपक्ष सिद्ध सिद्धबाधित तत्प्रतिपक्ष सिद्धबाधिता पञ्च हेत्वाभासः प्रतिपक्ष असिद्ध असिद्ध इति दीर्घ अस्ति खलु. असिद्ध असिद्ध असिद्धबाधिता पञ्च हेत्वाभासः इति एव अत्र एतावत्ग्रन्थेन लिखितमस्ति खलु. क्रमः बाधः असिद्धः व्यभिचारः सत्प्रतिपक्षः विरोधः इति, किन्तु अत्र परिवर्तितं, क्रमस्य परिवर्तनं कृतं तावदेव. सव्यभिचार विरुद्ध सत्प्रतिपक्ष असिद्ध बाधिताः पञ्च हेत्वाभासाः पञ्चविध हेत्वाभासाः इति मूलग्रन्थे. अग्रे पठतु महोदय. एतावता ग्रन्थेन सद्धेतोः निरूपणं कृतं, तस्य द्वौ गुणौ व्याप्तिः पक्षधर्मता च इति प्राग् उक्तम्. अनयोः एकः यस्य हेतोः न भवति सः दुष्टः हेतु इति उच्यते. तत् ज्ञानाय आदौ पूर्वोक्तम् एव ज्ञानानां प्रतिबन्धकत्वं सुविशदं निरूपयामः. तत् आदौ इदं चिन्त्यते कथं ज्ञानं भवति प्रतिबन्धकम्. रुद्धः वह्निमान् इति निश्चयः, यस्य पुरुषस्य अस्ति तस्य रुदः वन्यभाववान् इति अनुमितिः न उत्पद्यते. अस्तु, किञ्चित् वदति वा? नो चेत् अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु. सद्धेतुः इत्युक्ते किम्? सद् एतावत् सद् हेतुः सद्हेतौ गुणद्वयं भवेत् तौ कौ गुणतः तत्त्वाग्रे अस्ति गुणद्वयं व्याप्ति तथा पक्षधर्मता. हा यस्मिन् हेतौ व्याप्तिः अपि च पक्षधर्मता अस्ति तस्य नाम अस्ति सद्हेतुः. तर्हि दुष्टहेतुः इत्युक्ते किम्? यस्य हेतोः न भवति सः दुष्टहेतुः. न इत्युक्ते यस्मिन् हेतौ व्याप्तिः वा पक्षधर्मता वा नो चेत् उभयमपि नास्ति तद् दुष्टहेतुः भवति खलु. एकः यस् अत्र तु अनयोः एकः यस्य हेतोः न भवति इति लिखितं. किन्तु यदि तादृशहेतुमहं वदामि यत्र उभयमपि नास्ति तदपि दुष्टहेतुः एव खलु. अस्तु तदनन्तरं तद् ज्ञानाय अत्र तद् इत्यनेन किम् अवगन्तव्यम्? तद् ज्ञान अनयोः एकः यस्य हेतुः न भवति सः दुष्टहेतु नाम हेतु ज्ञानाय वा हेतु दुष्टहेतुज्ञानाय केवलं हेतु दुष्टहेतु ज्ञानाय आम् ज्ञानाय प्रतिबन्धकं प्रतिबन्धकत्वं ज्ञानानां प्रतिबन्धकत्वं सुविशदं चिन्तनीयम्. तत्र तत्र रुद्धः वह्निमान् इति निश्चयः यस्य पुरुषस्य अस्ति तस्य रुद्धः वन्यभावमान् इति अनुमितिः न उत्पद्यते. रुद्धः नाम रुन्ध कृदः कृदः कृदः कृदः इत्युक्ते लेख. तर्हि यदि भवन्तं क्रदः वन्यमान् इति निश्चयः अस्ति भ्रमात्मकमस्ति वास्तविकं नास्ति तथापि यदि निश्चयः अस्ति तर्हि भवन्तं वह्निः ह्रदः वह्निः अभाववान् इति अनुमितिं जायते वा न वा? न उत्पद्यते न भवति न उत्पद्यते खलु न उत्पद्यते आम्. तर्हि ह्रदः वह्निमान् इति भ्रमात्मकनिश्चयः भ्रमात्मकमस्ति किन्तु निश्चयमस्ति निश्चयात्मकमस्ति. ह्रदः वह्निमान् इति भ्रमात्मकनिश्चयः ह्रदः वह्नि अभाववान् इति अनुमितिं प्रतिबध्नाति खलु. आं न उत्पद् आम् इति कृत्वा ह्रदः वह्निमान् इति प्रतिबन्धकज्ञानमस्ति. ह्रदः वह्निमान् इति ज्ञाने प्रतिबन्धकत्वम् अस्ति इति जातं खलु. अस्तु अग्रे पठतु महोदय इदानीं. तत्र समान अकारकत्वं हेतुः को अर्थः? प्रतिबद्धज्ञाने यत् विशेषविधया भासते तदेव प्रतिबन्धकत्वेन अभिमते ज्ञाने विशेषं. प्रकृते च तादृशः रुद्धः सः हि ज्ञानद्वये अपि विशेषम्. एवं ज्ञानप्रकारयोः अस्ति कश्चित् निकषः. प्रतिबद्धे यः प्रकारः तद्भावः प्रतिबन्धके प्रकारः भवेत्. प्रतिबद्धे वह्निः प्रकारः तद् अभावः प्रतिबन्धके हृदः वन्यभाववान् इति निश्चये भवति प्रकारः इति घटते अनयोः प्रतिबन्ध प्रतिबन्धकभावः. तर्हि अहं प्रश्नं पृच्छामि तस्य उत्तरं वदतु भवान्. अस्तु इदानीं ज्ञानद्वयं किम्? ज्ञानद्वयम् अत्र प्रतिबद्धज्ञानमस्ति एकं सत्यं तथा प्रतिबन्धक प्रतिबन्धक एकमस्ति न प्रतिबन्धकज्ञानम् इति द्वितीयं खलु. ह्रदः वह्निमान् इति प्रतिबन्धकज्ञानं ह्रदः वह्नि अभाववान् इति प्रतिबद्धज्ञानम् खलु. ह्रदः वह्निमान् इति प्रतिबन्धकज्ञाने न भवतु अत्र ह्रदः वह्नि अभाववान् इति प्रतिबद्धज्ञाने विशेष्यं किम्? वन् रुदः वन्नि अभाववान् हा इति प्रतिबद्धज्ञाने विशेष्यं किम्? विशेषं रुद एव भवति वा? उत्तमं खलु, उत्तमं, यदा भूतलं घटवत् इति वदामश्चेत् तत्र भूतलमेव विशेषणं विशेष्यं भवति, घटवत् इति विशेष्यं भवति, विशेषणं क्षम्यतां विशेषणं भवति घटवत् इति, एवं ह्रदः इति विशेष्यं प्रतिबद्धज्ञाने. इदानीं ह्रदः वह्निमान् इति प्रतिबन्धकज्ञाने विशेष्यं किम्? रुदः वह्नि वह्निः इति विशेषं भवति न ह्रदः वह्निमान् इति प्रतिबन्धकज्ञाने अपि विशेष्यं किम्? तत्र रुदः एव भवेत्. सत्यम्, उत्तमं. तर्हि उभयोः ज्ञानयोः ह्रदः एव विशेष्यम्. ह्रदः वह्नि अभाववान् इति प्रतिबद्धज्ञानं, ह्रदः वह्निमान् इति प्रतिबन्धकज्ञानम्, उभयत्र विशेष्यं ह्रदः एव. तर्हि समानविशेष्यमस्ति खलु उभयोः. इदानीं प्रकारः कः? प्रतिबद्धज्ञाने ह्रदः वह्नि अभाववान् इत्यस्मिन् ज्ञाने प्रकारः कः? रुदः वह्नि अभाव वह्नि अभावः इति प्रकारः वा? उत्तमं, बहु उत्तमं महोदय. वह्नि अभावः इति प्रकारः, प्रकारः हा. इदानीं प्रतिबन्धकज्ञाने ह्रदः वह्नि मान् इत्यस्मिन् ज्ञाने प्रकारः कः? रुदः वह्नि मान् तत्र वह्नि इति प्रकारः न वह्नि उत्तमम्. वह्निः इति अनुक्त्वा वह्निः अभावाभावः इति अपि वक्तुं शक्यते खलु? अभावस्य अभावः. तर्हि प्रतिबद्धज्ञाने यद् प्रकारः अस्ति वह्निः अभावः, तस्य अभावः प्रतिबन्धकज्ञाने प्रकारः जातः खलु? ह्रदः वह्निः अभाववान् इति प्रतिबद्धज्ञाने वह्नि अभावः इति यः प्रकारः अस्ति, तस्य अभावः वह्नि अभावाभावः प्रकारः जातः प्रतिबन्धकज्ञाने ह्रदः वह्निमान् इति ज्ञाने. उद्दं खलु, तदेव अत्र लिखितमस्ति. प्रतिबद्धे यः प्रकारः तदभावः प्रतिबन्धके प्रकारः भवेत्. तर्हि समानविशेष्यत्वम् इति आगतं, भावाभावप्रकारत्वं तत्र अवच्छेदकम् इति लेखनीयं वा न वा इति चिन्तनीयं. भवतु, इदानीं किं जातं? समानविशेष्यं भवेत् उभयोः ज्ञानयोः मध्ये, भावाभावप्रकारकः प्रकारकं भवेत् उभयोः ज्ञानयोः इति तावदागतं खलु. अस्तु, समयः जातः, अत्र स्थगयेम. तर्हि एतादृशं झटिति अवगन्तुं शक्नुमः, सर्वम् अस्माभिः पूर्वमेव चिन्तितम् इति कृत्वा अत्र केवलं यद् अस्माभिः चिन्तितं तस्य पुनस्मारणं कृत्वा तत्र अग्रे गन्तव्यमस्ति. अस्तु, अत्र स्थगयेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. अग्रिमवर्गे इतोपि यत्र तु इति आरभ्य पठेम. सर्वेभ्यो नमस्कारः.